गुरुभ्य नमस्कारः. अस्माकं पाणिनीयसमासचिन्तनवर्गे सर्वेषां सुस्वागतम्. इदानीं प्रार्थनां कुर्मः, तदनन्तरं वर्गं प्रति सरेम. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. एनाक्षरसमाम्नायम् अभिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. अथ माहेश्वराणि सूत्राणि ऐवोन् ऋळुक् एवोङ् अयौच् अयवरट् लण् न्यमगननं झभै घडदश् जबगडदश् खफ चट तच टतौ कफै षसर् अल् इति माहेश्वराणि सूत्राणि. इदानीं कृपया पुस्तकं स्वीकुर्वन्तु. सर्वेषां पुरतः पुस्तकम् अस्ति इति अहं चिन्तयामि. एकनिमिषम्. इदानीम् अहं वदामि, कृपया अनुवदन्तु, स्वयमेव अनुवदन्तु. बहुवारं वयं पठितवन्तः एतद्. अहम् एकवारं वदामि, कृपया तत्र अनुवदन्तु. समर्थः पदविधिः शुभान् मन्त्रिते पराङ्गवत्स्वरे प्राक्कडारात् समासः सहसुपा अव्ययी भावः अव्ययं विभक्तिसमीपसंवृद्धिव्युद्धि अर्थाभावत्यय असम्प्रतिशब्दप्रातुर्भावपश्चाद्यथानुपूर्वयोगपद्यसम्पत्तिसाकल्यान्तवचनेषु यथा सादृश्ये यावदवधारणे सुप्रतिनामात्रार्थे अक्षशलाकासङ्ख्याः परिणा विभाषा अपपरिबहिरञ्च वः पञ्चम्या आङ्मर्यादाभिद्योः लक्षणेनाभिप्रति आभिमुख्ये अनुर्यत्समया यश्च चायामः तिष्ठद्गुप्रभृतीनि च पारे मध्ये षष्ट्या वा सङ्ख्यावंश्येन नदीभिश्च अन्यपदार्थे च संज्ञाया. अस्तु, वयम् अविभावसमासे तत्र उपचर्मन् अपि च उपचर्म इति पदद्वयस्य प्रक्रिया कीदृशी इति परिशीलयन्तः स्मः. अत्र प्रथमम् अस्ति चर्मणः समीपम् इति अलौकिकविग्रहवाक्यम् अस्ति. तत्र चर्मण्यस् योग उप इति अलौकिकविग्रहवाक्यम् अस्ति. चर्मणः समीपं लौकिकविग्रहवाक्यं, तस्य अलौकिकविग्रहवाक्यमस्ति चर्मणः. चर्मण् योग ण्यस् योगः उप इति अस्ति. अत्र समान सामान्यसमाससंज्ञा इति संज्ञा प्राक्कडारात् समासः इति सूत्रेण भवति इति दृष्टम्. अपि च अविभावः इति विशेषसमाससंज्ञा अविभावः इति सूत्रेण भवति इति अपि परिशीलितम्. त तदनन्तरं किं भवति इत्युक्ते तत्र अव्ययविभक्तिसमीपसमृद्धिः इति सूत्रेण तत्र समीपार्थे उप इति अव्ययं चर्मन् इति सुबन्तेन चर्मणः इति सुबन्तेन समस्यते इति कृत्वा तत्र चर्मण्यस् योग उप इति अविभावप्रसङ्गे चर्मन् इति चर्मन् अपि च उप इति अन्वेति तत्र इदानीम् अस्मिन् प्रसङ्गे किं भवति इत्युक्ते प्रथमं तत्र तेषां चर्मन् अपि च उप इति पदयोः तत्र प्रातिपदिकसंज्ञा विधीयते प्रातिपदिकसंज्ञा अस्ति एव तु तदनन्तरं सुप् प्रातिपदिकसंज्ञा अस्ति इति कृत्वा तत्र सुप् प्रत्ययानां लोपः भवति सुपोद्धातुप्रातिपदिकयोः इति सूत्रेण भवति इति वयं जानीमः तदनन्तरं किं मुख्यकार्यम् अस्ति तत्र पूर्वप्रयोगः इति तत्र द्वितीयसोपानमस्ति तत्र पूर्वप्रयोगः कः कस्य पदस्य पूर्वप्रयोगः भवति इति निर्णयं करणीयः निर्णयं करणीयं तत्र इदानीं प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण तदनन्तरम् अव्ययविभक्तिसमीपसमृद्धिः इति सूत्रेण उपसर्जनं पूर्वम् इति सूत्रमपि तत्र प्रवर्तते एभिः सूत्रैः तत्र उप इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वप्रयोगः भवति तदा किं भवति उपयोगः चर्मन् इति भवति इदानीम् उपयोगचर्मन् इति पदस्य तत्र प्रातिपदिकसंज्ञा भवति तद्धितसमासाश्च इति सूत्रेण समासपदानां समासान्तपदानां प्रातिपदिकसंज्ञा भवति तदनन्तरं तत्र अविभावः इति तस्य अविभावः अविभावश्च इति सूत्रेण तस्य अव्ययसंज्ञापि भवति तदनन्तरम् अविभावश्च इति द्वितीयसूत्रं तत्र अन्यस्मिन् अधिकारे अस्ति तत् तेन द्वितीय अध्याये अस्ति तेन सूत्रेण तस्य नपुंसकसंज्ञापि विधीयते इति कृत्वा इदानीम् उपचर्मन् इति स्थिते तत्र प्रक्रियाद्वयं भवति अत्र प्रथमप्रक्रियायां तत्र टच् विधानं भवति तद् वैकल्पिकमेव तु प्रथमप्रक्रिया वयं वदा पश्यामश्चेत् तत्र तद् भिन्नं अग्रे आयास्ति इदानीं वैकल्पिकरूपं किम् इति एव परिशीलयामः प्रथमम् उपचर्मन् योग टच् इति स्थिते इदानीं किं भवति इति पुष्पा भगिनी वदति वा महोदय प्रश्नं तु पृच्छति एकवारं उपचर्मन् इति स्थिते टच् विधानं भवति तदनन्तरं किं भवति टच् अत्र अकारः तिष्ठति टकार चकारस्य लोपानन्तरम् अकारः तिष्ठति उपचर्म इति उपच अन् तु लोपः भवति अन् इत्यस्य टि भागस्य टि भागस्य लोपः भवति इति कृत्वा तत्र उपचर्मयोगः उपचर्म इति भवति उपचर्म इति भवति तदा इदानीं तस्य अन्यकार्यं किं भवति? इतोपि किं किञ्चित् भवति? तृतीय न पञ्चम न्याय नाव्ययीभाव अतोत्वपञ्चम्याः पञ्चम्याः इति सूत्रेण तत् सुप्रत्ययः तिष्ठति सुप्रत्ययस्य अम्भावः अम्भावः भवति अम्भावः भवति अत्र तद् तदेव आगच्छति तत्तु उपचर्मात् इति न महोदय तत्र पञ्चमे विभक्तिरूपं भवति वदति तदनन्तरं प्रथमविभक्तिरूपम् उपचर्म योग अम् इति अस्ति खलु अम् तद् वदतु उपचर्मम् इति आगच्छति उपचर्मम् इति भवति विधाय उपचर्मात् इति भवति तदनन्तरं तृतीयसप्तम्योर् तत्र तृतीयसप्तम तत्तु उपचर् विकल्पेन उपचर्मेण उपचर्मं द्वे अपि अस्ति सप्तमी विभक्ति अपि उपचर्मे विकल्पेन उपचर्मे आगच्छति उपचर्मम् अपि अस्ति सत्यं धन्यवादः भगिनि अवगतम् इति एतद् वैकल्पिकरूपमस्ति तस्य द्वितीयरूपम् अपि अस्ति उपचर्मन् इति स्थिते तत्र सुप् योजनं भवति केन सूत्रेण इति किञ्चित् तत्र प्रक्रिया किञ्चित् भिन्ना अस्ति इति तत्र अरविन्द् महोदय वदति वा किं महोदय तत्र उपचर्मन् इति यदा टच् विधानं न भवति तदा किं भवति इति वदति वा टच् विधानं न भवति तत्र तु सुबोत्पत्ति भवति सुौजस् इति सूत्रेण किन्तु अव्ययदाप्सुपः इति सूत्रेण तस्य लोप भवति लुक् भवति किन्तु तत्र नकारान्तम् अस्ति कृत्वा न लोपे प्रातिपदिकान्तस्य इति सूत्रस्य प्रसक्तिः अस्ति न लोपो प्रातिपदिकान्तस्य इति सूत्रेण किं भवति प्रातिपदिकान्तस्य नकारस्य लोपः जातः नकारस्य लोपः भवति तदा रूपं किं भवति उपचर्म इति उपचर्म इति भवति अस्तु उपचर्म इति सर्वासु भक्तिषु उपचर्म इति एव रूपं भवति उपचर्म अव्ययम् इति कृत्वा तत्र उपचर्म एव तिष्ठति इदानीं तत्र अस्माकं प्रश्नः आसीत् तत्र यदा उपचर्म इति पदं तत्र नलोपप्रातिपदिकान्तस्य इति रूपम् इति नलोपप्रातिपदिकान्तस्य इति सूत्रेण जायते तदा किमर्थम् इदानीं तदा किमर्थं तत्र न वे भावात् अतोङ्क्तपञ्चम्याः इति सूत्रेण तत्र ह्रस्वाकार अस्ति खलु तदा किमर्थं तत् सूत्रं न प्रवर्तते इति प्रश्नः उदेति तस् इदानीं तत्र किं वक्तव्यम् इत्युक्ते तत्र पूर्वत्रासिद्धम् इति अधिकारः अस्ति नलोपप्रातिपदिकान्तस्य इति सूत्रं तस्मिन् अधिकारे अस्ति तत्र अस्माकं चर्चा गतवर्गे आसीत् इत्युक्ते तत्र अष्टाध्याय्यां भागद्वयं वर्तते तत्र प्रथमभागः अस्ति सपादसप्ताध्यायी द्वितीयभागः अस्ति त्रिपादि. त्रिपादि इत्युक्ते अष्टमाध्याये द्वितीय पादतः अन्तिमपादपर्यन्तं चतुर्थपादपर्यन्तं यानि सूत्राणि भवन्ति ते त्रिपादिसूत्राणि इति वदन्ति सामान्यतया. सपाद इदानीं तत्र तत्र वैशिष्ट्यं किम् इत्युक्ते तत्र सपादसप्ताध्यायां विद्यमानानि सूत्राणि त्रिपादिसूत्राणि न जानन्ति एव. तेषां मते तानि सूत्राणि न सन्ति एव इति अस्ति. एतद् शास्त्रासिद्धम् इति कार्यं, तदनन्तरं कार्यासिद्धम् इति कार्यम् अस्ति, द्वितीयकार्यमस्ति. केवलम् एतद् अवगमनार्थमेव एतादृशविभजनं कृतम्. अत्र कार्यासिद्धम् इत्युक्ते अत्र यत्किमपि सूत्रं त्रिपाद्यां त्रिपादिसूत्रं यत्किमपि त्रिपादिसूत्रं कार्यं करोति तत् कार्यं सपादसप्ताध्यायां विद्यमानं सूत्रं न जानाति. एतदेव कार्यसिद्धम् इत्युक्ते इदानीं किम् अभवत्, उपचर्मन् इत्यत्र नकारस्यलोपः जातः, लोपः जातः नलोपप्रातिपदिकान्तस्य इति सूत्रेण. एतत् कार्यं तत्र नवीभावततोन्तपञ्चम्यः इति सूत्रं न जानाति एव, एतादृशम् अभवत् इति न जानाति. तदा किं भवति, नलोप नवीभावततोन्तपञ्चम्यः इति सूत्रं किं रूपं पश्यति इति पृष्टे सति तत्र उपचर्मन् इति एव रूपं पश्यति. तदा तत्र ह्रस्वकारः नास्ति इति तत् सूत्रं चिन्तयति. इदानीं ह्रस्वकारः नास्ति, अहं न कार्यं करोमि अत्र इति तत् सूत्रं चिन्तयति. तु नलोपप्रातिपदिकान्तस्य इति सूत्रं किं कृतं, तत्र नकारस्य लोपः कृतः तेन सूत्रेण, नलोपप्रातिपदिकान्तस्य सूत्रेण नकारस्य लोपः जायते. तु तद् इदानीं नवीभावात् अतन्तपञ्चम्याः इति सूत्रं न जानाति इत्येव कार्यासिद्धम् इति वदन्ति. इदानीं किमर्थं तादृश अस्ति इत्युक्ते अत्र बहुत्र किं भवति, इदानीम् उदाहरणार्थं वदामि. यदा पाकशालायां माता पाकं करोति, पाकं सिद्धम् अस्ति इदानीम्, तदनन्तरं बालकः अस्ति, पुत्रः अस्ति, पुत्रं परिवेशयति, भोजनं परिवेशयति, पुत्रम् इदानीं खादति, भोजनं खादति, किञ्चित् अवशिष्टमस्ति, भोजनम् अवशिष्टमस्ति, तद् भोजनं पुनः पाकशालां प्रति न आनयति, तत्र तत्र पात्रे न स्थापयति. स्थालिका, या स्थालिका बालिकेन बालकः उपयुक्तवान् तां स्थालिकां केवलं क्षालनमेव करोति, इदानीं पाकशालां प्रति न आनयति. तादृशमेव यदा त्रिपादिसूत्रं किमपि सूत्रं कार्यं करोति तदा तदनन्तरं तद्रूपं यत् प्राप्नुमः उपचर्म इति रूपं, तद्रूपं पुनः सपादसप्ताध्यायीं प्रति न आनयामः. अवगतं वा? एतदेव कार्यासिद्धम् इति वदामः. अवगतं वा कार्यासिद्धम् इति किम् इति? कोऽपि पृष्टवन्तः गतवर्गे कार्यसिद्धं महोदय. भगिनी पृच्छतु, भगिनी पृच्छतु. I just want to tell you one thing. It happened to me as an experience in my sickness during last month. I related it to this Purvatra Siddham Velavalam. I'm just telling in English for that easy understanding of myself and everyone. There was a main block and there was an annex. Okay, in the main block there were seniors and junior doctors, and I was asked to go from department to department for testing and checking. So when I was doing this, wherever junior doctors were there, they said, no, this is where you have to go to the senior doctors. Means, which his code number was later number, the number which he had on the chest was a higher number. And the junior doctor had a lower number. So I understood that, you know, in the Sapada Satpadhyayi, the later sutras have got vellum compared to the Purva Sutra. But then there were also apavada, sarga apavada. Even though the senior doctor was supposed to be having a bigger number, there was one specialist who is a junior of the same department itself. So the senior doctor said, no, this is okay, this he only specialist only can do that, you have to go back to him. Even though his number was lower, I had to go back to him. Right? So he only did that particular part. After all in doing that, they said, now everything is completed in our side. You go to the annex where you will be taken through the rest of the process. And I understood that I will not be able to come back from after once I go to the annex. In the annex, they verified every papers, everything, and made my discharge paper at the end of that day. And that time, I asked, I want to see a doctor at the thing. No, see, that particular person said, no, your job with that earlier main building is all over. Now you have to just exit only from here. You can't go back. So I was relating this same experience of mine with Balabalam of the sutras. The main building, junior numbers and senior numbers and specialists were all in Sapada Saptajatiyai. And when I moved to NX, it was in serial order only, checking the bill, then making the payment, and then discharge letter. So it was one-way traffic, and I had to get out of the hospital. So I related to my Ashtadhyayi Sutra Pada, Balabala Siddhanta. समीचीनम् उत्तमं महोदय, उत्तम उदाहरणमस्ति. अस्तु, सर्वेषां मनसि एतत् स्पष्टम् अस्ति किञ्चित् महोदय. मम एकः प्रश्नः संशयः अस्ति, शास्त्रकार्ये तत्र संशयः. त्रिपाद्यायाम् अहं जानामि पूर्वं परं पूर्वं प्रति असिद्धं, पूर्वमेव कार्यं करोति, परं न जानाति, तत् शास्त्रकार्यं न. तत्र अत्र तत्रापि विभजनं द्वयं किमित्युक्ते, तत्र सामान्यतया सपादसप्ताध्याय्यां वयं पश्यामश्चेत् तत्र किं भवति, तत्र परसूत्रं बलवद् भवति, परसूत्रं बलवद् भवति. इदानीं त्रिपादीं प्रति आगच्छामश्चेत् तत्र किं भवति इत्युक्ते, तत्र सपादसप्ताध्याय्यां यथा महोदयेन उक्तं, तत्र अपवादसूत्रमपि भवितुमर्हति, यत् पूर्वसूत्रमस्ति, तत्र कार्यं भिन्नम् अस्ति. इदानीं इदानीं वयं त्रिपादीं प्रति आगच्छामश्चेत् तत्र क्रमशः एव कार्यं भवति इति कृत्वा, इदानीं प्रथमं सूत्रं त्रिपाद्याम् अस्ति, तत् सूत्रं किं चिन्तयति, मत्परः सूत्रं किमपि मत्परं किमपि सूत्रं नास्ति इति चिन्तयति. इत्युक्ते तत्र इदानीं प्रथमसूत्रम् अस्ति, तत् चिन्तयति अहमेव अवसानसूत्रम् अस्ति इति तत् सूत्रं चिन्तयति. तस्मात् परं तत्र सूत्राणि सन्ति इति तद् न जानाति. यथा तत्र सपादसप्ताध्यायीसूत्राणि चिन्तयन्ति, त्रिपादीसूत्राणि न सन्ति इत्येव ते चिन्तयन्ति खलु. त्रिपादी इति कश्चन भागः अस्ति इत्येव ते न जानन्ति. तादृशम् एव त्रिपाद्यामपि एकम् एकं सूत्रं किं चिन्तयति, अहमेव अवसानसूत्रं अयमेव अवसानसूत्रं मत्परं किमपि सूत्रं नास्ति इति चिन्तयन्ति इति कृत्वा तत्र कार्यं किं भवति क्रमशः भवति तत्र किमपि इत्युक्ते तत्र कूर्दनं न किमपि भवति यथा सपादशब्दायां वयं पश्यामश्चेत् इदानीमेव नाभि यत्र टच् प्रत्ययं योजितवन्तः तदनन्तरं किं कृतवन्तः वयम् अन्यत्र पादे अध्याये तत्र टच् विधानन्तरं किम् अभवत् तत्र टेः लोपः अभवत् खलु तादृशम् अत्र किं भवति तादृशं न भवति इदानीं सर्वाणि सूत्राणि कार्यं करोति तस्य अवसरः अस्ति चेत् कार्यं करोति त्रिपाद्याम् अवसरः नास्ति चेत् न कार्यं करोति अस्तु अस्तु ओके तो तत्र शास्त्रकार्यं न प्रवर्तते प्रसक्तिः नास्ति तत्र कुत्र त्रिपाद्यायां त्रिपाद्यायां शास्त्रम् अत्र शास्त्रासिद्धं कार्यासिद्धम् इति विभजनं किमर्थं कृतं चेत् अवगमनार्थमेव शास्त्रासिद्धम् इत्युक्ते किं तत्र एकं सूत्रम् अस्ति तद् अथवा भागद्वयम् अस्ति प्रथमभागः द्वितीयभागं न जानाति तद् एकं कार्यं तदनन्तरं एकं सूत्रं त्रिपाद्याम् अस्ति तद् भिन्नम् अपरं सूत्रं न जानाति परं सूत्रं न जानाति तदेव शास्त्रासिद्धम् इदानीं कार्यासिद्धम् इत्युक्ते किं कार्यम् अभवत् त्रिपाद्यां पुनः सपादसप्ताध्यायी प्रति न आगच्छति तदेव कार्यासिद्धं तत्रापि त्रिपाद्यामपि शास्त्रसिद्धमस्ति तदेव मम मनसि न आयाति त्रिपाद्यायां शास्त्रकार्यम् अत्र शास्त्रकार्यम् इदानीम् उदाहरणं दास्यामि भगिनि अत्र स्तोष्टु नास्तुः इति सूत्रमस्ति तदनन्तरं जलान् दृशवन्ति इति सूत्रमस्ति तत्र सूत्रद्वयम् इदानीं स्वीकुर्मः कुत्र अस्ति इत्युक्ते एकनिमिषम् अष्टमोऽध्याये द्वितीयः पादे भवितुमर्हति इति चिन्तयामि एकनिमिषम् पश्यामि स्तोष्टु नाशुः तदनन्तरं जलान् दृशवन्ति सूत्रद्वयम् अस्ति तत्र जलां दशवन्ते इति सूत्रं किम् अस्ति तत् पूर्वसूत्रमस्ति त्रिपाद्यायां त्रिपाद्यायामेव पूर्वसूत्रमस्ति द्वयमपि त्रिपाद्यां जलां दशवन्ते द्वितीयपादे अस्ति अष्टमा द्वितीयपादे अस्ति अष्टमाध्याये द्वितीयपादे जलां दशवन्ते नवत्रिंशत् तमं सूत्रं नवत्रिंशत् इदानीं स्तोष्टु नास्तु कुत्र अस्ति इति चतुर्थपादे स्तोष्टु नास्तु अन्ते अस्ति इदानीं किं भवति यद्यपि अन्तिमरूपं पश्यामश्चेत् इदानीं जगत् चक्षुः इति स्वीकुर्मः जगत् चक्षुः जगत्योगचक्षुः तत्र जगत् इति पदं तत्र स्तोष्टु नाश्चुः इति सूत्रस्य प्रसक्तिः अस्ति खलु जगत् इति चकारः अस्ति तदनन्तरं चक्षुः इति चकारः प्रथमवर्णः अस्ति इदानीं किं भवति स्तोष्टु नाश्चुः कार्यं कर्तुं शक्यते तत्र किं भवति तत्र नन क्रमशः इदानीं कार्यं भवति इदानीं पूर्वत्र सिद्धं नलोपप्रातिपदिकान्तस्य तादृशसूत्राणि सन्ति खलु जयः तन्त्रं संज्ञायाम् एतानि सूत्राणि क्रमशः कार्यं करोति यदा वयं जलाञ्जसो अन्ते इति सूत्रं पर्यन्तम् आगच्छामः तदा जलाञ्जसो अन्ते वदति आम् अत्र अहं कार्यं करोमि इति सः वदति इदानीं किं भवति जगत् इति स्थले जगद् इति भवति तन्त्रं चतस्ततोर्दोदः षडोकसि रथाभ्यां तिष्ठति एतानि सूत्राणि सन्ति खलु, क्रमशः आगच्छति कार्यं, तदनन्तरम् अन्ते स्तोष्टु नाश्चुः यत् अस्ति तत् सूत्रं पर्यन्तम् आगच्छति, तत्र स्तोष्टु नाश्चुः पश्यति जगद् योगचक्षुः इति अस्ति, इदानीं किं करोमि जगद् जगद् इति स्थले तत्र जगद् जगज् जगद् इति भवति, जगज् जगद् इति भवति, इदानीं किं भवति अष्टुनाष्टुं पश्यति, अत्र मम कार्यं किमपि नास्ति, न पदान्तटोरणां वदति मम कार्यं किमपि नास्ति, तोहोषि वदति मम कार्यं किमपि नास्ति, तादृशं क्रमशः आगच्छति। अनन्तरं करीचा इति सूत्रमस्ति, तत्र करीचा इति सूत्रं पञ्चपञ्चाशत्तमं सूत्रमस्ति, तत् मिलति आम्, इदानीं चर् परे अस्ति, तदा किं भवति जगद् जगज् इत्यत्र जकारस्य चकारम् अहं कारयामि इति जगत् चक्षुः चक्षुः इति भवति, जगत् चक्षुः इति तत् तेन सूत्रेण भवति। इदानीं क्रमशः एव कार्यं करोति, यद्यपि तत्र स्तोष्टु नष्टुः इति सूत्रं प्रथमं कार्यं कर्तुं शक्यते, किमर्थमित्युक्ते अन्तिमरूपं पश्यामश्चेत् तादृशमेव अस्ति, स्तोष्टु नष्टुः कृत्वा तदनन्तरं खरीचा कुर्मश्चेत् रूपं सिद्ध्यति। तु अत्र त्रिपाद्यां किं भवति क्रमशः एव कार्यं करोति इति कृत्वा जलांजशो अन्ते इति कार्यं भवेदेव, निश्चयेन भवेत्, तदनन्तरमेव स्तोष्टु नष्टुः कार्यं कुर्यात्, तदनन्तरमेव खरीचा कार्यं कुर्यात् इति अस्ति, एवं क्रमशः एव कार्यम्, एतदेव कार्यासिद्धम् इति वदन्ति। इत्युक्ते जलांजशो अन्ते इति सूत्रं किं चिन्तयति, मत्परं किमपि सूत्रं नास्ति इति, तस्य अपे तस्य दृष्ट्या स्तोष्टु नास्तुः इति सूत्रं नास्ति, करीचा इति सूत्रमपि नास्ति, यत्किमपि सूत्रं चत्वारिंशत्तः अन्तपर्यन्तं यानि सूत्राणि सन्ति तानि जलांजशो अन्ते इति सूत्रस्य दृष्ट्या न सन्ति एव, एतदेव कार्यासिद्धम् इत्युक्ते शास्त्रसिद्धं, क्षम्यतां, शास्त्रसिद्धम्। ओके, अवगतं महोदय, अवगतं, सम्यक् अवगतं, धन्यवादः। एक संशयः अस्ति, उदाहरणं भवान् दत्वा, तर्हि समानस्थले यदि प्रसक्तिः अस्ति तर्हि पूर्व तर्हि परम् असिद्धं पूर्वसूत्रस्य आधारेण करणीयः। तत्र समानस्थले इदानीं किम् अस्माकम् उदाहरणं जगच्चक्षुः, जगच्चक्षुः एव उदाहरणम् आसीत् खलु, तत्र समानस्थले जगत् इति स्थले स्तोश्चुनाहुस्तुः इति प्रसक्तिः अस्ति, जलांजशो अन्ते इति सूत्रस्य अपि प्रसक्तिः अस्ति खलु, तत्र प्रसक्तिः अस्ति। इदानीं स्तोष्टु नाष्टुः इति प्राप्तिः न भवति, किमर्थम् इत्युक्ते तत् परं सूत्रमस्ति, पूर्वसूत्रं किम् अस्ति जलांजशो अन्ते, जलांजशो अन्ते एव कार्यं करोति, अत्र किञ्चित् वैलक्षण्यं वर्तते, क्रमशः एव कार्यं करणीयम् इति त्रिपाद्यां वैशिष्ट्यम्, त्रिपाद्याः वैशिष्ट्यम् इत्युक्ते क्रमशः एव सूत्राणि कार्यं कुर्वन्ति। तर्हि पूर्वस्य पूर्वसूत्रस्य प्रति परं सूत्रम् असिद्धम् असिद्धम् असिद्धम् असिद्धम् इत्युक्ते किं, पूर्वसूत्रं परं सूत्रं न जानाति, तदेव आशयः, पूर्वसूत्रं परं सूत्रं न जानाति तदेव असिद्धम् इति अर्थः। एक अन्य संशयः, वयम् उपचर्मसम्बन्धे यदि वदामः तर्हि पूर्वत्र सिद्धम् एक एकः विषयः, परन्तु यदि अदन्तात् अदन्तं न भवेत् तर्हि कोऽपि कारणेन न भवति अम्भावः तदनन्तरं भवितव्यम्। इदानीम् अदन्तं नास्ति चेत् अम्भावः न भवति, किमर्थम् इत्युक्ते न भवति एव खलु, तत्र कः क्लेशः, कः क्लेशः तत्र? अहं यत् यदि वयं सूत्र सिद्धं पूर्वत्र सिद्धम् आधारेण तत्र पूर्वतः सिद्धं तत्र पूर्वतः सिद्धं केवलं पूर्वत्र सिद्धम् इति कुत्र अस्ति सूत्रं पूर्वतः सिद्धम्? अष्टमाध्याये द्वितीयपादे एव अस्ति खलु, पूर्वत्र सिद्धं कुत्र अस्ति? अष्टमाध्याये द्वितीयपादे अस्ति पूर्वत्र सिद्धम् इति अधिकारः सूत्रमस्ति। तत् किं भवति, इतः परं यानि सूत्राणि सन्ति तानि सूत्राणि असिद्धानि, तस्य अपेक्ष तस्य सपादसप्ताध्यायी सप्तादसप्ताध्याय्यां विद्यमानानि सूत्राणि सन्ति तेषां दृष्ट्या, यानि सूत्राणि सन्ति तेषां दृष्ट्या अत्र त्रिपाद्यां विद्यमानानि सूत्राणि असिद्धानि इत्युक्ते न जानन्ति एव, तत्रैव प्रसक्तिः अस्ति। इदानीं भवतः उदाहरणे तत्र उपचर्मन् इति अस्ति, तत्र नाभिभवतत्वपञ्चम्यः इति कार्यं करोति, असिद्धम् इति कृत्वा इति नास्ति, तस्य तत्र कार्यमेव तस्य कार्यम् अदन्तम् अस्ति चेदेव तस्य कार्यं भवति, इदानीम् अदन्तमेव नास्ति, उपचर्मन् इत्येव अस्ति खलु। तदनन्तरं किं भवति, तदनन्तरं त्रिपाद्याम् आगच्छति कार्यं, त्रिपाद्याम् आगच्छति चेत् तत्र नकारस्य लोपः भवति, उपचर्म इति भवति। इदानीं पुनः सपादसप्ताध्यायं प्रति आगच्छति चेत् न नव्यभव तत्त्वपञ्चम्या किं पश्यति, उपचर्मन् एव पश्यति, उपचर्मन् कार्यम् उपचर्मन् कार्यम् अभवत्। यदि उपचर्मन् कार्यं कुत्र न लोपः प्रातिपदिकान्तस्य कार्यं कृतः, सो अतः न लोपः प्रातिपदिकान्तस्य सूत्रे आधारेण न हलन्त लोपः अभवत्। यदि यदि या लोपः अभवत् तर्हि कार्यं कृतः, यदि कार्यं कृतः तर्हि न अवैभावात् अपञ्चम्याः सूत्र पूर्वं सूत्रं न दृश्यते, सत्यं न दृश्यते एव, पूर्वं सूत्रं न दृश्यते। न न तत्र त्रिपाद्यां विद्यमानसूत्रं न दृश्यते, तद् प्रथमं कार्यं। तदनन्तरं नकारस्य लोपः तद् कृतं खलु, लोपः कृतः न लोपप्रातिपदिकान्तस्य इति सूत्रेण नकारस्य लोपः कृतः, तदपि न दृश्यते, सूत्रं न दृश्यते कार्यमपि न दृश्यते इति कृत्वा तद् कार्यासिद्धम् इति वदति। केवलम् अवगमनार्थम् इति एतादृश विभजनं कृतं, यत्किमपि त्रिपाद्यां भवति चेत् तद् सपादसप्ताध्यायीं विद्यमानं सूत्रं न जानाति, तावदेव अस्ति तत्र। अवगच्छामि, धन्यवादः। इदानीम् अवगच्छति वा न अवगच्छति वा महोदय, अवगच्छति वा? न अहम् अवगच्छामि, परन्तु प्रश्नः प्रष्टुं तत्र कः प्रश्नः इच्छामि, इदानीम् आङ्ग्लभाषा भवति किञ्चित् सुलभः भवति। The way you explained is very clear now. My understanding was that when we are talking about smana, let me find very quickly, if you don't mind. When we find a situation like smana sthale, where both these kinds of karyam both karyam karyani prasakti asti bhavanti, no problem. Sarhi, we are in the area of Tripadi now. So Tripadi area, we are here. Both sutra lopa bhavanti. Sarhi, both sutra, which sutra? No, I am not. Both, there is only one sutra. Na ve bhava, na lopa prajipatikantasya. That sutra, with that sutra? No, I'm giving another example. It is something called Maruta or something like that, you know. I was reading in Ashtadhyayi. So there, both those examples were pertaining to the lopaha bhavati by both the sutras. Then there we were saying ki purvam jo hai, that's siddham. Param is not siddham. Samanasthale. That's all I was saying. अस्तु भवतु किमपि अस्तु तस्मिन् प्रसङ्गे यदा तादृश अवसरः भवति तस्मिन् सति पश्यामः इदानीम् अस्माकं मुखे चर्चा नास्ति अस्तु अत्र पूर्वतासिद्धस्य विषये संशयः वर्तते वा नो चेत् अग्रे सरेम यस्य कस्यापि संशयः अस्ति वा उपचर्म अपि च उपचर्मम् इति रूपद्वयं भवति प्रक्रिया द्वयेन तत्र उपचर्मम् अपि च उपचर्म इति रूपसिद्धिः इदानीम् अग्रिम तत्र उदाहरणमस्ति समिधः समीपम् इति समिधः समीपम् अत्र किं भवति किञ्चित् अत्र नूतनतया तत्र समिध् इति किं समिधः समीपं चेत् समिध् ञस् उप इति अव्ययं भवति समीपार्थे तदा समिद्धि इति तत्र धकारान्तः अस्ति धकारः जैवर्णः अस्ति इति कृत्वा जयः इति सूत्रं तत्र प्रवर्तते तत्र कार्यं समानमेव उपसमिद्ध् पर्यन्तं यत् अस्ति तद् समानमेव उपसमिद्ध् पर्यन्तं वयं वारं वारं कृतवन्तः तद् वयं जानीमः एव इदानीम् उपसमिद्ध् इत्यत्र जयः इति सूत्रेण तत्र टच् विधानं भवति टच् विधानं भवति कथं भवति इति जयसूत्रं पठन् किञ्चित् अत्र सरला भगिनी भवति पठति वा आं महोदय नमस्कारः जयः पञ्चमाध्यायस्य चतुर्थपादे एकादशाधिकम् एकशतं सूत्रं यस्य अव्ययीभावसमासस्य अन्तिमवर्ण जयप्रत्याहारस्य वर्णः अस्ति तस्मात् विकल्पेन टच् इति समासान्तप्रत्ययः भवति जयः पञ्चम्यन्तम् एकपदं सूत्रं येन विधिस्तदन्तस्य इति परिभाषासूत्रं प्रवर्तते अव्ययीभावे शरत्प्रवृत्तिभ्यः इत्यस्मात् सूत्रात् विभक्तिविपरिणामं कृत्वा अव्ययीभावात् अपि च राजाः सखिभ्यश्च इत्यस्मात् सूत्रात् टच् इत्यस्य अनुवृत्तिः भवति नपुंसकाद् अन्यतरस्याम् इत्यस्मात् सूत्रात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः भवति प्रत्ययः इति सूत्रस्य अधिकारः परश्च इति सूत्रस्य अधिकारः ज्ञापातिपदिकात् इति सूत्रस्य अधिकार, तद्धिताः इति सूत्रस्य अधिकार, समासान्त इति सूत्रस्य अधिकार, अनुवृत्तिसहितसूत्रं जयः, अव्यविभावात् प्रातिपदिकात् प्रत्ययः परश्च टच् तद्धित समासान्त अन्यतरस्यां जय इति टच् प्रत्ययविधान एक सूत्रम् अस्ति. तत्र विकल्पेन टच् विधीयते यत् सुबन्तं पदम् अन्ते जयप्रत्याहारस्य कोऽपि एकवर्णः आगच्छति. जयप्रत्याहारे वर्गीय चतुर्थ तृतीय द्वितीय प्रथमपाद अपि प्रथम वर्ण अपि कपायते एते सूत्र वर्णाः आगच्छन्ति जयप्रत्याहारे. सो यदि अव्ययीभाव समासः अस्ति तस्य सुबन्तं पदं तस्य अन्ते कोऽपि एकवर्ण जयप्रत्याहारात् अस्ति तस्य परे टच् प्रत्ययः विकल्पेन आगच्छति. अनुवृत्तिसहितसूत्रमस्ति जयः पञ्चम्यान्तं पदं तस्य परे कार्यं भवति. अव्ययीभावात् अपि पञ्चमी पञ्चमी विभक्तिसूत्रम् पदमस्ति अव्ययीभाव इति यदि समस्तपदमस्ति. प्रातिपदिकात् इति यदि प्रातिपदिक इति पद प्रातिपदिकं संज्ञा अस्ति तत् तस्य प्रत्ययः तस्य अधिकारः अस्ति. परश्च परे आगच्छति तस्य अपि अधिकारः अस्ति. टच् इति प्रत्ययः अस्ति तद्धित प्रक्रियायां वा समासप्रक्रियायाम् अन्ते तस्य विधानं भवति अन्यतरसाम् इति विकल्पेन इति सूत्रं वदति. समीचीनं भगिनि, उत्तमं. तदा किं भवति इत्युक्ते तत्र उपसमिद् योगः टच् इति भवति. उपसमिद् योग टच् इति भवति. समिद् इति सुबन्तं पदम् अस्ति तत्र सद्धकार अन्तिम वर्ण अस्ति तत्र तस्य जयप्रत्याहारे आगच्छति. जय मध्ये अस्ति. जय प्रत्याहारे के के वर्णाः सन्ति इति वदति वा किञ्चित् सर्वेषां? जबद गड खप छट त चट चट कप इति. सो चतुर्थ वर्गीयचतुर्थवर्णा तृतीयवर्णाः द्वितीय अपि प्रथमवर्णाः वर्गीय आगच्छन्ति अपि कप अस्ति इत्युक्ते तत्र वर्गीय व्यञ्जनेषु तत्र पञ्चमम् अनुनासिकं विहाय अपि च सर्व षल् वर्णाः षल् वर्णाः विहाय यारलवा इति अपि अस्ति तदपि विहाय सामान्यवर्गीयव्यञ्जनाः व्यञ्जनानि तावदेव. सामान्य अनुनासिकविहाय वर्गीयव्यञ्जनानि इति वदामः. इदानीम् उपसमिद् योग टच् इति तत्र अकारः अवशिष्यते. उपसमिद् उपसमिद्ध इति भवति. इदानीं धन्यवादः भगिनि, उत्तमम्. उपसमिद्ध इति अस्ति. उपसमिद्ध इति स्थिते एकनिमिषं, तत्र कस्मिन् परिच्छेदे अस्ति इदानीम्? अभिभावः इदानीम् अत्र अग्रे रोहिणी भगिनी भवती पठति वा तत्र उपसमिद्योग टच् टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरं ततः आरभ्य पठति वा रोहिणी भगिनी? अन्म्यूट् करोतु भगिनि. अस्तु गोमती भगिनि. अहं पठामि. उपसमेधयोगः टच् छयः इति सूत्रेण अव्ययीभावसमासस्य अन्तिमवर्णः झयः प्रत्याहारस्य वर्णः अस्ति चेत् तस्मात् विकल्पेन तत् इति समासान्तप्रत्ययः भवति उपसमे ध इति अव्ययीभावसमासस्य अन्ते धकारः झयः प्रत्याहारस्थवर्णः अतः विकल्पेन टच् इति समासान्तप्रत्ययः विधीयते. समासान्तप्रत्ययः समासस्य अवयवः अस्ति. उपसमितयोगः टच्. टच् इति प्रत्यये इत् वर्णानां लोपानन्तरम् अकारः एव अवशिष्यते. उपसमितयोगः आ उपसमिध पठामि उपसमिध अव्ययीभावश्च इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य अव्ययी संज्ञा भवति. उपसमिध इत्यस्य अव्ययसंज्ञा भवति. उपसमेध इदानीं लिङ्गस्य निर्णयः भवति. अव्ययीभावश्च इति द्वितीय अध्यायस्य सूत्रेण अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् उपसमिथ. उपसमिथ इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति. अधुना सुप् प्रत्ययस्य उत्पत्तिः. सुप् औ जस् दीर्घसूत्रेण सुप् प्रत्ययस्य उत्पत्तिः भवति. उपसमिथ योगः सु अत्र अव्ययादाप् सुपः इति सूत्रेण प्राप्यमानः सुप् लुक् न अव्ययीभावात् अतो अम् तु पञ्चम्याः अपञ्चम्याः इति सूत्रेण निषिध्यते. न अव्ययीभावात् अदौ अं तु अपञ्चम्याः इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति. अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमीविभक्तिं विहाय. पञ्चमीविभक्तौ अम् आदेशः न भवति. तत्र यथा सामान्यं सुप् प्रक्रिया भूत्वा रूपं भवति उपसमिधात्. अपरासु विभक्तिषु सुप् लुक् न भवति. अपि तु सुपः स्थाने अम् आदेशः भवति. उपसमितः योगः अम् अत्र अमीपूर्वः इत्यनेन अक् वर्णात् अम् अमीपूर्ण अमीपूर्वः अत्र अम् पूर्वः इत्यनेन अक् अमि अत्र अमि पूर्व इत्यनेन अक् वर्णात् अम् सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्. पञ्चमीविभक्तिं विहाय अपरासु विभक्तिषु उपसमिधम् इति रूपं सिद्धं भवति. तृतीयासप्तम्योर्बहुलम् इति सूत्रेण अदन्त अव्ययीभावात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति. अनेन तृतीयविभक्तौ अपि च सप्तमीविभक्तौ रूपद्वयं सम्भवति. उपसमिधम् उपसमिधेन उपसमिधम् उपसमिधे तृतीयविभक्तौ उपसमिधम् उपसमिधेन सप्तमीविभक्तौ उपसमिधम् उपसमिधे. अन्यासु विभक्तिषु पञ्चमीविभक्तिं विहाय उपसमिधम् इति रूपं सिद्धं भवति. पञ्चमीविभक्तौ उपसमिधात् उपसमिधाभ्याम् उपसमिधेभ्यः इति सूत्राणि भवन्ति. धन्यवादः. पर्याप्तं भगिनि. इदानीं किञ्चित् सारांशरूपेण वदति वा? उपसमिद् योग टच् तत्र उपसमिध इति अस्ति. टच् विधानन्तरम् अकारः तिष्ठते. उपसमिध इति अस्ति. उपसमिध उपसमिध रूपं प्राप्तानन्तरम् अत्र तस्य अव्ययसंज्ञा नपुंसकलिङ्गः लिङ्गं लिङ्गः अलिङ्गं महोदय अपुंसलिङ्गः विधीयते इति वदतु. अव्ययभावश्च इति प्रथमाध्यायसूत्रेण अव्ययसंज्ञा भवति. उपसमिथ इति शब्दस्य उपशब्दस्य इति अव्यय शब्दस्य लिङ्गं भवति नपुंसकम्. तदा अव्ययीभावश्च इति द्वितीय अध्यायस्य सूत्रेण भवति. अपि उपसमेधा इति अव्ययपदम् अव्ययप्रातिपदिकमस्ति. प्रातिपदिकं कृत्तद्धितसमासः इति सूत्रेण प्रातिपदिकं संज्ञा भवति. अतः तत्र सुवौजस् सूत्रं कार्यं करोति. अनन्तरं सुप्रत्ययविधायानन्तरं तद् पदं भवति. अव्यादाप् सुपः इति सूत्रस्य प्रवर्तनं भवितुम् अर्हति. परन्तु तद् तु अजन्त अदन्तपदमस्ति. अतः न अव्ययीभावात् अदो अम्त्वपञ्चम्यः इति सूत्रं कार्यं करोति. अदन्त अव्ययीभावात् अङ्गात् परे परे परे सुपः लुक् न भवति. पर अम् आदेशः भवति. विधिः अपि अस्ति, विधिः अस्ति, अनन्तरम् आदेशः अपि अस्ति. लो आदेशः अपि सम्भवति. उपसमिता सुपः स्थाने अम् उपसमिता योगः अम् तत्र अमि पूर्वः इति सूत्रं कार्यं करोति. अमि पूर्वः सूत्रं वदति अकः वर्णः पूर्वमस्ति. और् अमि अमि शब्दः परमस्ति चेत् अमि शब्दः परमस्ति नास्ति. अत्र अमि पूर्व इति किं वदति, तत्र अम् इति प्रत्याहारपरे अस्ति चेत् अम् इति प्रत्याहारः अस्ति, अम् परे तत्र पूर्वः, पूर्व इत्युक्ते पूर्वरूपम् इति अर्थः. इदपर्यन्तम् ऐ वास् थिङ्किङ्ग् अमि मीन् अमि एकनिमिषम् अत्र अमि अचि एतानि पदानि सप्तमी विभक्त्यां विभक्त्याम् अथवा विभक्तौ द्वयमपि समीचीनं विभक्ति इति तत्र विभक्ति इकारान्तः इति कृत्वा तत्र रूपद्वयं भवति, विभक्तौ अथवा विभक्त्याम् इति भवति. अत्र किं भवति, अम् इति प्रातिपदिकमस्ति. अम् इति प्रातिपदिकम् अम् इति प्रातिपदिकस्य रूपाणि कथं भवति इत्युक्ते अम् अमौ अमः अम् अमौ अमः अमा इति तादृशं भवति. तत्र अम् अमः अमोः अमानाम् अनन्तरम् अमी अमोः इति सप्तमी अमी इति भवति. अम् इति प्रातिपदिकस्य सप्तम्यन्तरु सप्तमन् सप्तमीविभक्तिरूपम् अस्ति अमि. इत्युक्ते अम् इति प्रत्ययपरे इति अर्थः. सप्तमी किं सूचयति इत्युक्ते तत्र एकनिमिषम् अहं पृच्छामि, सरला भगिनी भवती वदति वा सप्तमी किं सूचयति इति? कार्यं पूर्वं भवति. हा, कार्यं पूर्वं भवति इति केन सूत्रेण? केन सूत्रेण तत् अहं न जानामि. सप्तमी इति कार्यं पूर्वं, पञ्चमी कार्यं परम्. अस्तु भवतु भगिनि. तत्र विनयी महोदय भवान् जानाति वा? सप्तमी सप्तमी विभक्ति अपि सप्त सप्तमी विभक्ति कार्यं सूचयति. सप्तमी पूर्वं कार्यं भवति इति अस्ति केन सूत्रेण? ओ सप्तमी पूर्वकार्यं भवति केन सूत्रेण? अरविन्द महोदय अहं न जानामि. अरविन्द महोदय अरविन्द महोदय भवान् जानाति वा? न जानामि महोदय. अस्तु भवतु, चिन्ता मास्तु. अत्र तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रमस्ति. अतः तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रं प्रथम अध्याये प्रथमपादे अन्ते आगच्छति. किञ्चित् षट्षष्टितमं सूत्रं तत्र तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रमस्ति. परिभाषासूत्रमस्ति. किं वदति इत्युक्ते सप्तमी अन्तं पदं यत् अस्ति तस्मात् पूर्वमेव कार्यं भवति इति अर्थः. इदानीं तस्मात् पूर्वमेव अमि इति सप्तमन्तं पदम् अस्ति, तस्मात् पूर्वं कार्यं भवति. कार्यं किं? पूर्वः. पूर्वः इति कार्यं. पूर्वः एकादेशः स्यात्. पूर्वः एकादेशः स्यात्. अमि पूर्व इति सूत्रं कुत्र अस्ति? षष्टमोऽध्याये प्रथमपादे संहिताधिकारे अस्ति. तत् स्वीकुर्वन्तु कृपया. किञ्चित् तत्र पृष्टवती इति कृत्वा वदामि. तत्र संहिताधिकारे त्र्यधिक एकशतमं तमे पुटे, एकशतमं पुटे, त्र्यधिक एकशततमपुटे, तत्र प्रथमस्तम्भे अन्तिमभागे पूर्वरूपसन्धि इति शीर्षकमस्ति. तत्र अमीपूर्वः इति प्रथमं सूत्रमस्ति. तस्मिन् अधिकारे अस्ति, तत्र संहिताधिकारे अस्ति. इदानीं तदनन्तरम् एकः पूर्वपरयोः इति अधिकारः तद् पूर्वस्मिन् पुटे अन्ते दत्तमस्ति. एकः पूर्वपरयोः इति अधिकारः, एकः पूर्वपरयोः. तत्र संहितायाम् एकः पूर्वपरयोः अमीपूर्वः इत्युक्ते पूर्वः वर्णः एकादेशः स्यात् इति अर्थः. यदि अमिपूर् अम् इति प्रत्ययः अस्ति चेत् तदा पूर्वः वर्णः एकादेशरूपेण भवति. पूर्वः स्वरः सामान्यतया एकादेशरूपेण भवति इत्यर्थः. अवगतं वा गोमती भगिनि? अवगतम्. इदानीं किं भवति? एकः पूर्वपरयोः एकः आदेशः एव भवति. पूर्वरूपं आदेशः भवति. सवर्णदीर्घसन्धिः न भवति. पूर्वरूप आदेशः एवं भवति. तद् पञ्चमी विभक्तिं न भवति, न पञ्चम्या न अव्ययीभावात् तत्सूत्रेण. प्रथमा द्वितीया विभक्तिषु उपसमिधम् इति रूपं सिद्धति. पञ्चमी विभक्ति यदा सुप्रत्ययोजनानन्तरं कार्यं भवति तदेव भवति. उपसमिधाभ्याम् उपसमिधेभ्यः इति एव भवति. अनन्तरं तृतीया सप्तम्योर्बहुलं सूत्रं कार्यं करोति. अदन्तमस्ति उपसमिधा, अव्ययीभावसमासः अदन्त अस्ति, अतः तृतीयसप्तम्योः स्थाने विकल्पेन अमादेशः भवति. अतः तृतीया विभक्तौ रूपं भवति उपसमिधं पूर्वं भवति उपसमिधेन इति विकल्पेन रूपं. सप्तमी विभक्तौ अपि उपसमिधम् इति पूर्वं भवति उपसमिधे इति विकल्पेन रूपं भवति. तावदेव अस्ति. समीचीनम्, उत्तमम्. इदानीं यदा उपसमि तत्र टच् विधानं न भवति, टच् विधानं न भवति चेत् किं भवति इति अरविन्द् महोदय भवान् पठति वा? यस्मिन् पक्षे जयः इति सूत्रेण महोदय श्रूयते वा? आं महोदय. यस्मिन् पक्षे जय इति सूत्रेण विकल्पेन टच् इति प्रत्ययः न विधीयते तस्मिन् पक्षे प्रक्रिया अधः प्रदर्शिता अस्ति. उपसमित् इति प्रातिपदिकस्य अभेयसंज्ञा अस्ति. अधुना प्रातिपदिकात् सुप्रत्ययः उत्पत्तिः भवति. सोचस् अमौट् चष्टाभ्यां ज्ञेभ्यां ङ्यसिभ्यां इति सूत्रेण उपसमित् योगः सु अव्ययादात् सुः इति सूत्रेण अव्ययात् परस्य सुप्रत्ययस्य लोपः भवति. उपसमित् इत्यस्मिन् झलां जशोन्ते इत्यनेन पदान्ते जस्त्वम् उपसमित् वा अवसाने इत्यनेन विकल्पेन पदान्ते चर्तुम् उपसमित् अथवा उपसमित् इति रूपद्वयं निष्पन्नं भवति. आहत्य त्रीणि रूपाणि उपसमितम् उपसमित् उपसमित् किञ्चित् विवरणं करोति अत्र जय इति सूत्रं न विधीयते चेत् सुबुत्पत्ति भवति स्वौजस् इति दीर्घसूत्रेण तत् उपसमित् योगः सु अव्यया ताप् सुभः इति सूत्रेण परसुप् प्रत्ययस्य लोपः भवति लुप् भवति तदनन्तरम् उपसमित् एव जल एव अस्ति तत् जलाञ्जसोन्ते इति सूत्रेण अन्ते स्थितस्य झल् वर्णस्य जस्त्वं भवति उमसमित् रूपं विकल्पेन वा अवसानि इति सूत्रेण उपसमित् इति तकारात् रूपमपि भवितुमर्हति आहत्य त्रीणि रूपाणि सिद्ध्यते सिद्ध्यन्ति उपसमितम् इति टच् विधीयते चेत् टच् न विधीयते चेत् उपसमित् एवम् उपसमित् इति रूपद्वयमपि विकल्पेन भवति समीचीनं महोदय अत्र किम् इत्युक्ते अत्र जयः नास्ति चेत् तत्र केवलं सुप्रत्ययानां लुक् भवति तदनन्तरं तत्र जलाञ्जसान्ते वासने इति सूत्राभ्यां रूपद्वयं भवति अत्र मम इदानीं पञ्चमी विभक्तौ तृतीयविभक्तौ सप्तमीविभक्तौ रूपं कथं कथं भवति महोदय सर्वासु विभक्तिषु उपसमित् इति एवं रूपम् एव तिष्ठति किमर्थं तादृशमस्ति न अद्य तपत्व पञ्चम्या इति सूत्रस्य प्रसिद्धिः अस्ति नास्ति कृत्वा अभ्ययदाप् सुपः इति सूत्रेण सुप् भवति किमर्थं तादृशसमानरूपम् अस्ति सर्वासु विभक्तिषु सर्वासु विभक्तिषु सुप् लुप् भूत्वा तस्य आदेश अमादेशः न भवति इति कृत्वा सुप् लुक् सर्वासु लुप् लुक् सर्वासु सुप् लुक् रूप एव तिष्ठति तदा सुपन्तं नास्ति इति कृत्वा तत् प्रातिपदिकरूपमेव तत्र अन्तिमरूपं रूपेण आयाति प्रातिपदिकं यत् अस्ति तदेव अन्तिमरूपेण आयाति अत्र मूलविषयः अस्ति अव्ययम् अस्ति इति कृत्वा अपि अव्ययम् अस्ति इति कृत्वा तत्र सुप् लुक् अभवत् तेन कारणेन प्रत्ययलोपे प्रत्ययलक्षणं सुप् लुक् लुक् लुक् लोपानन्तरमेव पदसंज्ञा अस्ति प्रत्ययलोपे प्रत्ययलक्षणं कृत्वा सुप्तिङन्तं पदम् इति कृत्वा उपसमिद् उपसमित् इति पदत्वेन स्वीकुर्मः समीचीनम् इदानीं अरुणा भगिनी शर्मिला भगिनी अस्तु अरुणा भगिनी पठतु जलां जश्वन्ते पठतु आं महोदय जलां जशो अन्ते पदान्ते जलः स्थाने जश् आदेशो भवति पदात् परे कोऽपि वर्णः स्यात् वा न वा सूत्रस्य प्रसक्तिः अस्ति एव पदात् परे अच् स्यात् हल् स्यात् वा सूत्रस्य प्रसक्तिः अस्ति एव बाधकसूत्रम् अस्ति चेत् अन्या वार्ता जल् प्रत्याहारे पञ्चमवर्गीयव्यञ्जनानि वर्जय सवर्णानि वर्गीयव्यञ्जनानि नाम अनुनासिकावर्गीयव्यञ्जनानि अपि च शशशास्त्राः प्रयोगे वर्णानां प्रथमः द्वितीया तृतीया चतुर्थश्च वर्णा अन्य आयन्ति जश् प्रत्याहारे वर्णानां तृतीयवर्णः जकार बकार गकार डकार इति स्थाने अन्तरतमः इत्यनेन कवर्गीयाणां स्थाने ककारः सवर्गीयाणां स्थाने जकारः सवर्गीयाणां स्थाने धकारः सवर्गीयाणां स्थाने ढकारः अवर्गीयाणां स्थाने बकारः इति. तर्हि पदस्य अन्ते जल् प्रत्याहारे कश्चन वर्णः अस्ति चेत् स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति. अयं जस्वसन्धिः इत्युच्यते. जलां षष्ट्यन्तं दशः प्रथमान्तम् अन्ते सप्तम्यन्तं त्रिपदमिदं सूत्रं. पदस्य इति अधिकारः अनुवृत्तिसहितसूत्रं पदस्य अन्ते जलां दशः. सूत्रं वदति पदस्य अन्ते जलः स्थाने जश् आदेशः भवति. पदस्य अन्ते जलाम् इत्युक्ते जलाम् इत्युक्ते किं जल् वर्णः जल् वर्णे कानि व्यञ्जनानि सन्ति जल् मध्ये पञ्चमवर्गीय व्यञ्जनानि वर्जीयत सर्वाणि वर्गीयव्यञ्जनानि अपि शाः वर्णः अस्ति. जाभ गाडद गबगडद तत्र याव राला भवितुमर्हति वा न महोदय तदपि न भवति न भवन्ति एतानि व्यञ्जनानि अपि न भवन्ति इति कृत्वा जल् मध्ये आहत्य तत्र वर्गीयव्यञ्जनानि अपि च शाशसाः इति वर्णानि वर्णाः मध्ये कवर्गस्थाने गकार चवर्गस्थाने जकार सवर्गस्थाने दकार तवर्गस्थाने डकार पवर्गयाणां स्थाने बकारः इति स्थाने अन्तरताम इति सूत्रेण विधीयते. जलां जशोन्ते अन्यनाम संज्ञा जस्त्रसन्धि इति उच्यते. जस्त्रसन्धि अस्ति अस्य अस्तु सत्यं जस्वसन्धि अस्ति. अत्र अस्माकं प्रसङ्गे किं भवति अनेन सूत्रेण अत्र कुत्र तस्य प्रसक्तिः अस्ति अत्र जय सूत्रस्य पचन कार्यं नास्ति चेत् समिद् इति जलां दश अन्ते कुत्र कार्यं करोति दकारस्थाने दकारः महाप्राणधकारस्थाने दकारः आगच्छति वा तकारः अपि आगच्छति तत् भिन्नं सूत्रम् अस्ति. अत्र उपसमिद्ध इति स्थिते उपसमिद्ध इति स्थिते तत्र दकारस्थाने दकारः आगच्छति दकारः मृदुव्यञ्जनं भवति मृदुव्यञ्जनं भवति जलां दृष्टवन्ते इति सूत्रेण समीचीनं भवति उत्तमं धन्यवादः. तत्र विनय् महोदय वासानि विरामावसवनम् इति सूत्रद्वयं पठति वा भवान् वा अभिस्थाने एट् फोर् फिफ्टि सिक्स् अभिस्थाने जलः विकल्पेन चर् आदेशः भवति अनेन अवसान अवस्थायां विकल्पेन जशत्वं चकर्वं वा अव्ययपदम् अवसाने सप्तयन्तं द्विपदं सूत्रं झलां जश् झषिः इत्यस्मात् झलाम् इत्यस्य अनुवृत्तिः अभ्यासे चर्च इत्यस्मात् चर् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अवसाने झलां चरो वा झलां जशोन्ते आधारेण ध द भवति अत्र अत्र अहं जानामि अत्र त भवति परन्तु प्रक्रिया कः अहं सम्यक्तया न जानामि तत्र इतोपि पठतु तत्र कोऽपि शब्दः एव नास्ति चेत् अवसानम् इत्युक्ते अवसानं किम् इति अस्ति खलु तदपि पठतु वासानि विराम अवसानम् इति अपि अस्ति तदपि पठतु विराम अवसानं वर्णानाम् अभावः तत्र तस्मात् पूर्वं पद तत्र परिचयः अस्ति वदनवसरे लेखनवसरे वदन अवसरे लेखनावसरे च अग्रे कोऽपि शब्दः एव नास्ति चेत् अवसानम् इति उच्यते यदि वाक्यस्य पूर्णतया पठतु महोदय पूर्णतया पठतु अहं पठामि अतः वाक्यस्य अन्ते पूर्णविरामः भवति अतः तत्र अवसानसंज्ञा भवति तदर्थं संज्ञासूत्रम् अस्ति अतः वाक्यस्य अन्ते पूर्णविरामः तर्हि कोऽपि वर्णः नास्ति यदि वर्णः कोऽपि वर्णः नास्ति तर्हि कथं परिवर्तनं महोदय विरामावसानम् इति पठितुं महोदय तत्सर्वं वदामः इदानीं विरामावसानं पर्यन्तं पठतु प्रथमं पठतु विरामावसानं वर्णानाम् अभावः अवसानसंज्ञकः विरामः प्रथमान्तम् अवसानं प्रथमान्तं द्विपदं सूत्रम् सूत्र स्वयं सम्पूर्णः विरामः अवसानम् इदानीम् अवसानम् इत्युक्ते किम् अवसानम् अर्थः विरामः अर्थः अहं जानामि परन्तु अवसानम् अतः वदन अवसरे वा लेखन अवसरे व्यवस्थायाम् अग्रे कोऽपि शब्दः एव नास्ति तत् अवसानम् इति उच्यते तत्र अत्र तस्य अर्थः किम् इत्युक्ते यदा वयं वर्टिकल् मार्क् लिखामः खलु फुल् स्टाप् इव तदेव तद् किं भवति नूतनवाक्यम् आरम्भः नूतनवाक्यस्य आरम्भः भवति इति अस्ति खलु तदा तत्र विरामः भवति प्रथमवाक्यस्य विरामः भवति तदनन्तरं द्वितीयवाक्यम् आरम्भं भवति तत्र प्रथमवाक्यस्य अपेक्षया अन्तिमवर्णस्य अपेक्षया प्रथमवाक्ये अन्तिमवर्णस्य अपेक्षया इतोपि वर्णः किमपि नास्ति इदानीं कमा इति लिखामः कमा इति लिखामः सेमिकोलन् आङ्ग्लभाषायां कमा सेमिकोलन् इत्यपि अस्ति तत्रापि अवसानम् अस्ति किञ्चित् तत्र विरामः अस्ति अवसानम् इत्युक्ते किं विरामः एव विरामः इत्युक्ते रेस्ट् यदा वाक्यं पठामः यत्र तत्र विरामः अस्ति अथवा रेस्ट् अस्ति तत्र अवसानसंज्ञा अस्ति इति अर्थः वाक्यस्य वा पदस्य वा पदस्य नास्ति तत्र वाक्ये तत्र इदानीं पदान्ते विरामः न भवति वा न इदानीं पश्यतु अस्माकं पुरतः वाक्यमस्ति वदनवसरे लेखावसरे च अग्रे कोऽपि शब्दः एव नास्ति चेत् अवसानम् इत्युच्यते इति अस्ति खलु तत्र कुत्रचित् सन्धिः अस्ति कुत्रचित् सन्धिः न कृतः अस्ति तु वयं तत्र किमपि कुत्रापि स्थगनं न कृतवन्तः. वदनवसरे लेखनवसरे च अग्रे कोऽपि शब्दः एव नास्ति चेत् अवसानम् इत्युच्यते. तदनन्तरं द्वितीयवाक्यं वाक्यस्य अन्ते इत्युक्ते महोदय वदामि वदति सन्धि भवितुम् अर्हति तत्र विरामः नास्ति. वयं सन्धि अस्ति चेत् इदानीं एकनिमिषं तत्र स्पष्टीकरोमि किञ्चित्. अत्र प्रथमाध्याये चतुर्थपादे तत्र स्वीकुर्वन्तु पुटसङ्ख्या वदामि एकनिमिषं. तत्र षष्टम षट्चत्वारिंशत्तमं सूत्रं पुटः अस्ति. तत्र पश्यतु उपरि एव शेषे प्रथमः, तदनन्तरं परस्सन्निकर्षसंहिता, अवसानसंज्ञा, विराम अवसानम्. अत्र पाणिना किं कृतं, यत्र परः सन्निकर्षसंहिता यत्र सामीप्यमस्ति तत्र संहिता इति संज्ञा दत्तवान्, यत्र सामीप्यं नास्ति तत्र विराममिति संज्ञा दत्तवान्. अत्र पश्यतु पदान्ते अवसानमिति न वदामः. अत्र पश्यतु इदानीम् अवसानम् इति संज्ञा कदा भवति इत्युक्ते यत्र विरामः अस्ति. विरामः अस्ति चेत् तत्र संहिता न भवति. अन्तिमवर्णात् परं कोऽपि शब्दः वर्णः नास्ति चेत् अवसानम्. अवसानं यत्र वयं स्थगनं कुर्मः वा अथवा पदानां पदानाम् अन्ते अपि वर्णः नास्ति. पदान्तस्य तदनन्तरं कोऽपि वर्णः नास्ति. अत्र इदानीं केवलम् अहं केवलं वदामि च इति वदामि खलु, च इति वदामश्चेत् तद् पदमेव खलु, च इति पदम्. तदनन्तरम् अहं किमपि वदामि किमपि न वदामि किमपि न वदामि. महोदय मम प्रश्नः अस्ति, वाक्य अन्ते विराम इति कोऽपि संशयः नास्ति. वाक्य अन्ते विरामः भवति, किन्तु पदं द्वयमस्ति, प्रथमपदं द्वितीयपदस्य सन्धि न भवति चेत् तत्र प्रथमपदस्य अन्तिमवर्णस्य अनन्तरं कोऽपि वर्णः नास्ति. द्वितीयपदस्य सन्धि न भवितुम् अर्हति. तत्र प्रथमपदस्य अन्तिमवर्णस्य अन्तिमवर्णस्य अनन्तरं विरामं भवति वा न भवति. न भवति. सम्यक् अस्तु. इदानीं पश्यतु इदानीं वदनावसरे लेखनावसरे इदानीं वदनावसरे लेखनावसरे अस्ति, एकारः अस्ति वदनावसरे, अन्तिमवर्ण एकारः. तदनन्तरं लेखनावसरे लकारः अस्ति. तत्र संहिता अस्ति तु तत्र विरामः नास्ति. तत्र सन्धिकार्यं किमपि नास्ति इति कृत्वा एव तत्र योजनं न भवति. वदनावसरे लेखनावसरे इति मिलित्वा पठामः, तत्र तत्र विरामः नास्ति. तु वदनावसरे लेखनावसरे च अग्रे कोऽपि, तत्र कोऽपि अस्ति खलु, अथवा च अग्रे इति अस्ति, च अग्रे तत्र च अग्रे इति वदामः, सन्धि भवितुमर्हति अकारसवर्णदीर्घस्य सूत्रेण दीर्घसन्धि भवितुमर्हति. तत्र तु अस्माकं विवक्षा अस्ति इति कृत्वा तत्र च अग्रे इति भगिन्या लिखितमस्ति. कोऽपि तत्र किं तत्र सन्धि स्वीकृत्य लिखितवती. अत्र सर्वत्र किम् अस्ति इत्युक्ते अवसानः नास्ति. इदानीम् इत्युच्यते इति वदामः तत्र स्थगनं भवति. अवसानमित्युच्यते तत्र स्थगनं भवति, तत्र विरामः अस्ति. इदानीम् इत्युच्यते, तदनन्तरम् अन्तिम अग्रिमवाक्यं यदा अन्ते वाक्यस्य इति पदमस्ति खलु, तद् नास्ति इति चिन्तयामः. वाक्यस्य इति पदं नास्ति इति वयं चिन्तयामश्चेत् अन्ते इति पदं प्रथमम् अस्ति इति चिन्तयामश्चेत् इत्युच्यते अन्ते इति तत्र संहिता अस्ति इति भवति तत्र मम संशयस्य कारणमस्ति विरामोऽवसानं सूत्रस्य अर्थं दत्तमस्ति वर्णानाम् अभावः अवसानसंज्ञकः वर्णानाम् अभावः वर्णानाम् अभाव पदान्तेपि अस्ति वाक्यान्तेपि अस्ति अत्र न न पदान्ते न पदान्ते इत्युक्ते तत्र तदेव भ्रमः भवति इदानीं मम विवक्षा अस्ति इदानीं मम विवक्षा अस्ति एतादृशम् अस्ति वदनवसरे लेखावसरे च अग्रे कोऽपि तत्र स्थगनं करोमि चेत् तत्र अवसानः अस्ति इदानीं मम विवक्षा अस्ति वदनवसरे लेखावसरे च अग्रे तत्र विरामं न स्वीकरोमि संहिता स्वीकरोमि अवगतं वा एकस्य पदस्य एव अस्माकं विवक्षा अनुगुणं यत्र स्थगनं कुर्मः तत्र अवसानसंज्ञा भवति अथवा संहितासंज्ञा भवति तत्र लिखन विरामावसानस्य अर्थं लिखनं लिखितुम् अर्हति वाक्यस्य वर्णानाम् अभाव वाक्ये अवसानसंज्ञा भवति वाक्ये इति पदस्य वाक्ये यत्र स्थगनं कुर्मः अत्र अस्माकं तत्र विव तस्य अर्थः किम् इत्युक्ते यत्र वर्णानाम् अभावः इत्युक्ते तत्र उच्चारणं किञ्चित् कालानन्तरम् आगच्छति इत्यर्थः अभावः इत्युक्ते पूर्णतया अभावः इति नास्ति अत्र इत्युच्यते तदनन्तरं वाक्यान्ते वा पदान्ते वा अवसानसंज्ञा कुत्र भवति इति मम संशयः तत्र इदानीं वाक्यान्ते इति स्वीकुर्मः इत्युच्यते इति अस्ति खलु उच्यते इति पदमपि अस्ति खलु पदान्ते अपि भवति तत्र यत्र उच्यते तदनन्तरं विरामः अस्ति तत्र वर्णानाम् अभावः इत्युक्ते उच्चारणं न झटिति कुर्मः तत्र विरामः अस्ति तदा विरामावसानम् इति सूत्रं तत्र प्रवर्तते इदानीम् अवसानसंज्ञा अनेन अवसानसंज्ञा विरामावसानम् इति सूत्रेण तत्र अवसानसंज्ञा भवति अवसानसंज्ञा भवति चेत् एव अवसानसंज्ञा भवति चेदेव वा अवसाने इति सूत्रं प्रवर्तते अवसानसंज्ञा नास्ति चेत् तत्र वावसाने न कार्यं करोति अवगतं वा इदानीम् अस्माकं उदाहरणं किं महोदय तत्र उपसमिद् इति अस्ति उपसमिद् इति जलाञ्जशोऽन्ते इति सूत्रेण उपसमिद् इति भवति इति इदानीम् उपसमित् इति रूपम् अस्ति खलु उपसमित् इति सूत्रेव मम प्रश्नः उपसमित् कदा भवति उपसमित् एकं पदमस्ति एकनिमिषम् उपसमित् कदा भवति इत्युक्ते इदानीं तस्मात् परं केवलं तत्र वर्टिकल् मार्क् अस्ति खलु तदस्ति अथवा कमा अस्ति चेत् उपसमित् इति लिखामः अथवा वदामः अथवा अस्माकं विवक्षा एव वाक्ये एव विवक्षा अस्ति तत्र किञ्चित् स्थगनं कृत्वा अहं लिखामि अथवा स्थगनं कृत्वा वदामि इति वयं वदामश्चेत् तदा उपसमित् इति प्रयोगः भवति यदा मिलित्वा तत्र विरामं किमपि न दत्त्वा वदामश्चेत् उपसमित् इति प्रयोगः भवति महोदय किञ्चित् वदतु उपसमित् इति पदमस्ति पदम् एव तत्र एव भावसानस्य सूत्रस्य प्रसक्तिः दत्तमस्ति सत्यं तत्तु पदान्ते अपि विरामः भवति इति कृत्वा भावस्थाने प्रसक्तिः भवति न न पदान्ते महोदय पदान्ते एव विरामं भवितुं भवति इति विदा पश्यतु वा अवसाने इत्युक्ते किं वा अवसाने इत्युक्ते किम् अन्तिमवर्णस्य अनन्तरं कोऽपि वर्णः नास्ति चेत् अवसानं भवति अन्तिमवर्णः पदे अस्ति भवति खलु पदे एव पदे अस्ति वा वाक्ये अस्ति वा कोऽपि चिन्ता नास्ति न अत्र पश्यतु अहं केवलम् उपसमित् इति पदमेव वदामि केवलम् उपसमित् एव पदं वदामि किमपि न वदामि उपसमित् अस्तु इदानीं रामः कुत्र अस्ति उपसमित् तत्र पदमेव वाक्यं तत्र पदमेव वाक्यं पदमेव केवलम् एकं कोऽपि पृच्छति रामः कुत्र अस्ति उपसमित् इति अहं वदामि समितः समीपम् अस्ति सः इति अर्थेन तत्र उपसमित् इति वदामि एकमेव पदं वदामि तथा किं भवति तस्य पदस्य अनन्तरं वर्णः नास्ति इति कृत्वा तत्र अवसानसंज्ञा पदस्य नास्ति अवसाने इति तत्र तर्हि मम प्रश्न तर्हि मम प्रश्नं द्विधा अस्ति उपसमित् इति एकपदम् अस्ति तदेव तत्र वा अवसाने भवति सूत्रं भवति वा तस्य अत्र किं महोदय अत्र पश्यतु विराम अस्ति वा इत्येव द्रष्टव्यं विराम अस्ति वा उपसमित् इति वदामश्चेत् विराम कुत्र अस्ति वर्णात् अनन्तरमेव भवति खलु विरामे सति वर्णात् अनन्तरं वर्णात् अनन्तरं वर्णस्य अभावः विराम पदैव वाक्ये वा अत्र पदं भवतु वाक्यं भवतु महोदय तदेव अस्माकं लक्ष्यं नास्ति तद् अस्माकं लक्ष्यं नास्ति कुत्र विरामः अस्ति विरामः अस्ति चेत् तत्र उपसमित् इत्यत्र उपसमित् इति यत्र तत् उपसमित् इति प्रयोगः अपि विकल्पेन अन्तिमवर्णस्य जलाञ्जसि तद् भवति विकल्पेन उपसमित् इति भवितुमर्हति इति अर्थः विरामः अस्ति चेत् अत्र स्थगनं भवति चेत् उपसमित् इति प्रयोगं करोतु तत्र चिन्ता नास्ति अस्तु अत्र अवसाने मया वक्तुम् अवसानम् इत्युच्यते परे वाक्यस्य इति अस्ति इत्युच्यते न तु वाक्यस्य कोऽपि समानः नास्ति सामीप्यं नास्ति सामीप्यं सामीप्यं समानं नास्ति सामीप्यं नास्ति सामीप्यं नास्ति तदेव अवसानं सत्यं तदेव अवसानमिति वदामः इदानीं किञ्चित् भिन्नरीत्या वदामि इत्युक्ते वाक्यस्य अन्ते इति अस्ति खलु तत्र यदा अन्ते इति पदं पूर्वम् आयाति वाक्यस्य इति अपरम् आयाति चेत् तत्र संहिता इति न वदामः संहिता अस्ति अहं सन्धि करोमि यान्तावान्तसन्धि करोमि इति न कुर्मः किमर्थं तत्र संहिता नास्ति तत्र अवसानम् अस्ति इति कृत्वा संहिता नास्ति अवगतं वा अवगतं वा यत् अहं वदामि यदा अन्ते इति पदम् अस्ति खलु तद् पूर्वम् आयाति वाक्यस्य इति पदस्य पूर्वम् आयाति तद् अकारादि अस्ति खलु इत्युच्यते इति एजन्तः अस्ति एजन्तः अस्ति तत्र यान्तावान्तसन्धि भवितुमर्हति तु मध्ये किम् अस्ति विरामः अस्ति तत्र डेश् लिखितमस्ति वर्टिकल् डेश् लिखितमस्ति खलु तत्र विरामः सूचितः अस्ति इति कृत्वा तत्र यान्तावान्तदेशसन्धि तदा न भवति अन्ते इति नूतनवाक्यं भवति अन्ते आरभ्य नूतनवाक्यं भवति यदा यत्र विरामः अस्ति तत्र संहिता न भवति यत्र संहिता अस्ति तत्र विरामः न भवति इति आशयः अस्तु महोदय अस्तु अत्र सर्वं कुर्मः अत्र अवसरः न केषाञ्चन जनानाम् अवसरः न अभवत् क्षम्यताम् इतोपि अस्ति अग्रिमवर्गे पश्येम अत्र संशयः अस्ति वा एतावता अस्माभिः यत् पठितम् उपसमिधम् उपसमित् उपसमिद् इति यत्र संशयः अस्ति चेत् पृच्छन्तु अथवा निर्मामः. धन्यवादः. एकनिमिषं, सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः.